अस्तु, जनकनाशाजन्यगुणनाशः इत्यस्मिन् एकदेशदृष्टान्तः इत्यस्य विषये चर्चा जायमाना अस्ति। तत्र अस्माभिः दृष्टं यत् जनकम् इत्युक्ते समवायिकारणम् असमवायिकारणं वा निमित्तकारणम् इति। तर्हि जनकनाशाजन्यगुणनाशः इत्युक्ते जनकस्य नाशः न जातः, जनकनाशेन अजन्यगुणनाशः, तादृशगुणनाशस्य विषये अधुना चर्चा जायमाना अस्ति। तत्र एकं वाक्यमासीत्, एतद्भिन्नगुणनाशः स्वाधिकरणे विद्यमानेन गुणान्तरेणैव भवति इति। तर्हि तत्र एतद्भिन्नः गुणनाशः इत्युक्ते कीदृशगुणनाशः, राजेन्दरमहोदय किञ्चित् वदति वा? एतद्भिन्नगुणनाश तादृशी गुणनाशः जनकनाशेन न जनयति। हा हा, समीचीनं। तादृश एतद्भिन्नः इत्युक्ते कस्मात् भिन्नः इत्युक्ते जनकनाशनाशेन यः जन्यः भवति गुणनाशः, तस्मात् भिन्नगुणनाशः। सः केन केन भवति, राजेन्दरमहोदय? तर्हि हा, एतद्भिन्नगुणनाशः इति अस्ति खलु, तादृशगुणनाशः जनकनाशेन न भवति, अपि तु समानादिकरणगुणजन्यः अस्ति। हा हा, समीचीनं, समानादिकरणगुणजन्यः अस्ति। अस्तु इति, तत्र त्रीणि उदाहरणानि दत्तानि सन्ति पुस्तके। प्रथममस्ति घटादिषु रूपादीनां नाशः तेजसंयोगात्, तदनन्तरं तेजसंयोगेन द्रवत्वनाशः, अनन्तरं आत्मसंवेदज्ञानादीनां नाशः। हा, इति त्रीणि अपि, त्रीणि उदाहरणानि अपि एकदेशदृष्टान्ताः सन्ति, एकदेशदृष्टान्ताः सन्ति जनकनाशाजन्यगुणनाशः इत्यस्मिन् सामान्यपक्षे इति अस्ति। अपि च तत्र तस्मिन् सन्दर्भे घटादिषु रूपादिनाशः पिटरपाकवादिनैयायिकमते इति उक्तम्। अतः पिटरपाकवादः इत्युक्ते कः, पीलुपाकवादः इत्युक्ते कः इति किञ्चित् परिशीलितम् आसीत्। तर्हि अहं, लक्ष्मी भगिनी किञ्चित् वदति वा, पिटरपाकवादः इत्युक्ते किम् इति? पिटरः इत्युक्ते घटः, पिटरपाकवादः इत्युक्ते नायिकाः ते वदन्ति यदा घटः तेजः। लक्ष्मी भगिनी भवत्याः, लक्ष्मी भगिनी भवत्याः ध्वनिः त्रुटितः अस्ति, मध्ये मध्ये किञ्चित् न श्रूयते। न जानामि, एकनिमिषं, हेड्फोन् इदानीम् अड्जस्ट् कृतवती, सम्यक् वा? ब्लूटूत् किमपि तादृशं किमपि अस्ति वा, तेन वदति वा, अथवा ब्लूटूत् नास्ति महोदय, केवलं हेड्फोन्, हेड्फोन् एव। अस्तु अस्तु, वदतु, इदानीं किञ्चित् समीचीनमेव। अस्तु वदतु, पिटरपाकः, पिटरः इत्युक्ते, पिटरः इत्युक्ते घटः, पिटरपाकवादिनः इत्युक्ते नैयायिकाः, ते वदन्ति यत् यदा घटः तेजः तेजेन तेजेन संयोगः भवति तदानीं घटस्य रूपं नश्यति, घटस्य रूपं यदा नश्यति तस्मिन्नेव युगप समये घटस्य अवयवीनां रूपः अपि नश्यति, अवयवपरम्पराणां रूपः अपि नश्यति। अवयवपरम्परा इत्युक्ते परमाणुतः रूपं नश्यति, युगपत् रूपपरिवर्तनम् अपि युगपत् एव भवति, किन्तु तत्तु उपरितः आरभ्य अधो गच्छति, न तु आरभ्य अधो गच्छति इत्युक्ते तदपि युगपत् एव भवति, न तु क्रमेण इति न. यदा पीलुपाकवादिनः वदन्ति क्रमेण पीलुपाकवादिनः मतः मतम् अस्ति क्रमेण परमाणुस्तरे आरभ्य घटपर्यन्तं रूपपरिवर्तनं भवति इति. पितृपाकवादिनः वदन्ति तथा न, घटे एव रूपपरिवर्तनं भवति. युगपत् घटस्य सर्वेषु अव्ययेषु अपि परिवर्तनं भवति इति. अस्तु, तर्हि पितरः इत्युक्ते घटः. पिठरपाकवादिनां मते यथा भगिन्या उक्तं तेजसंयोगः साक्षात् पिठरे अथवा घटे द्रव्ये भवति, तदा युगपत् पिठरस्य अथवा घटस्य अवयवेषु तेजसंयोगात् परिवर्तनं, गुणस्य परिवर्तनं जायते परमाणुपर्यन्तम् इति. पीलुपाकवादिनां विपरीतदिशि गमनं भवति. पीलु इत्युक्ते परमाणु. पीलुपाकवादिनां मतानुगुणं परमाणौ प्रथमतया तेजसंयोगः भूत्वा परमाणौ विद्यमानं रूपं नश्यति, तेन द्वयणुके विद्यमानं रूपं नश्यति, तेन त्रयणुके विद्यमानं रूपं नश्यति इति अन्ततो गत्वा घटस्य रूपमपि नश्यति इति पीलुपाकवादः. पिटरपाकवादः तद्विपरीतदिशि इति अस्ति. अस्तु, ततः अग्रे गत्वा पीलुपाकवादिनां क्रमे परमाणुतः द्रव्यपर्यन्तं तस्मिन् क्रमे नाशः कथं जायते इति परिशीलितवन्तः. तर्हि तत्र सावित्री भगिनी तत्र किञ्चित् वदति वा तस्य विषये? प्रयत्नं करोमि भगिनि. पीलुपाकवादिनां वदन्ति यत् यदा पाकः जायते अथवा अग्निसंयोगः जायते तदा प्रथमं परमाणुस्तरे भवति, तत्र नाशक्रमे खलु. अस्तु, तदा न परमाणवः तु नित्य ते नश्यन्ति एव. द्वितीयस्तरे यत्र परमाणुद्वयं संयोगः भवति, द्वयं जायते, तत्र यदा अग्निसंयोगः भवति अथवा अग्निसंयोगः भवति तदा तस्मिन् यद् संयोगः आसीत् तस्य नाशः जायते. द्वयणुकस्य कयोः संयोगः नश्यति, किञ्चित् मध्ये न श्रुतम्. अस्तु, परमाणुद्वयस्य संयोगः नश्यति, तदर्थं द्वयणुकस्य नाशः जायते. प्रथमं असमवायिकारणनाशेन द्वयणुकस्य नाशः जायते, संयोगनाशस्य संयोगनाशेन. तदनन्तरं द्वयणुकस्य एव नाशः भवति, तदर्थं त्रयणुक अस्यापि नाशः भवति समवायि अवयवनाशेन. तथा क्रमेण अग्रे गत्वा गत्वा अन्ततो नाशः अपि जायते, अनन्तरं घटनाशः अपि जायते. प्रथमस्तरे द्वयणुकस्तरे असमवायिकारणनाशेन द्वयणुकं परमाणवः भवन्ति, तदनन्तरं समवायि. एकनिमिषः भगिनि, कश्चन ध्वनिः श्रूयते, ये केपि न वदन्ति कृपया म्यूट् कुर्वन्तु. अस्तु भगिनि, तर्हि भगिनि इतोपि एकवारं स्पष्टीकरणार्थं तत्र द्वयणुकस्य असमवायिकारणं किम्? द्वयणुकस्य असमवायिकारणं संयोगः, द्वयोः मध्ये संयोगः अस्ति, तस्य नाशः जायते पाकात्. द्वयणुकस्य नाशः भवति, तदनन्तरं द्वयणुकस्य नाशः अपि जायते यतोहि तेषां समवायि कारणेन यत् अवयवाः स्थिताः ते नश्यन्ति द्वयणुकस्य नाशः समवायिकारणनाशेन भवति अग्रे गत्वा चतुर्णुकस्य अपि तथैव नाशः जायते समवायिकारणनाशेन जायते तथा एव कपालनाशः अपि च घटनाशः भवति. अस्तु समीचीनं. तर्हि तेजसंयोगात् रूपनाशः इति यद्यपि वदामः तथापि अत्र सारांशः अस्ति यत् स्वयं घटः एव नश्यति यथा भगिन्या प्रदर्शितं तस्मिन् क्रमे संयोगनाशः प्रथमं परमाणुस्तरे भूत्वा ततः अग्रे द्वयणुकं त्रयणुकम् इत्यादिकं नाशः भूत्वा घटस्य नाशः एव भवति आदौ रूपनाशात् प्राक्. तर्हि घटः एव नष्टः चेत् तत्र अर्थः अस्ति यत् घटस्य रूपम् अपि नष्टमिति इति अस्ति. अस्तु इदानीं तेजसंयोगात् रूपनाशः तु अभवत्, पुनः नूतनरूपस्य उत्पत्तिः कथं भवति इति जयन्ती भगिनी किञ्चित् विवृणोति वा? घटस्य उत्पत्तिः उत्पत्तिविषये भगिनी वदतु भगिनी. सत्यं सत्यं भगिनी, सावित्री भगिन्या यदुक्तं तत्तु घटः नाशः, घटः नष्टः, घटस्य घटे विद्यमानं रूपमपि नष्टं परमाणुतः आरभ्य इति तावत्पर्यन्तमासीत्. ततः अग्रे पुनः कथं रूपादीनां जननं भवति घटे इति किञ्चित्. पुनः प्रथमस्तरे परमाणवः तु नित्याः, प्रथमं तु तेषां रूपं तु श्वेतरूपम् इति मन्यन्ति चेत् तदन् तेजसंयोगेन तेषां रूपं वर्णं भवति. इदानीं प्रथमतया रूपपरिवर्तनात् पूर्वं पीलुपाकवादिनां मतानुगुणं किम् आसीत्? प्रथमं यत् सावित्री भगिन्या यथा उक्तं संयोगनष्टनाशः जातः, तर्हि घटः निर्मीयता तस्मिन् क्रमे कथं भवति? तेजसंयोगेन संयोगे शीतलसंयोगः यः आसीत् पूर्वं तस्मिन् स्थाने निबिडसंयोगः भवति. किं काठिन्यं भवति इति परमाणुमध्ये कठिनः संयोगः भवति, तस्मात् प्रत्येकं स्तरे नैद्यं भवति इति. सत्यमेव भगिनि. प्रत्येकम् अवयवः निमिडेन संयोगेन भवति इति कृत्वा अन्ततो गत्वा घटः कठिनः भवति इति. नूतनघटः एव निर्मीयते तस्मिन् क्रमे. तेजसंयोगात् पुरातनसंयोगः नष्टः, नूतनसंयोगः आगतः इति. परमाणुद्वयस्य मध्ये नूतनसंयोगः आगतः परमाणुद्वयोर्मध्ये इति चेत् नूतनतया द्वयणुकस्य उत्पत्तिः, ततः अग्रे गत्वा त्रयणुकं चतुर्णुकं, नूतनतया घटस्यैव उत्पत्तिः. यद्यपि तस्मिन् क्रमे न दृश्यते तथापि नूतन वस्तुनः उत्पादनं भवति इति अस्ति. इति नूतनघटः निर्मितः, ततः अग्रे गत्वा घटे रूपान्तरं जातं खलु, नूतनघटः चेत् नूतनं रूपं. तस्य विषये कः वदति? नूतनतया केन आगतम्? नमस्ते भगिनि, सन्ध्या अस्मि. सन्ध्या भगिनी अस्तु तर्हि वर्धिनी भगिनी प्रयत्नं करोति वा इदानीं नूतनघटः निर्मितः चेत् तस्मिन् घटे रूपं कथं निर्मीयते वर्धिनी भगिनी अस्तु सन्ध्या भगिनी प्रयत्नं करोति आं भगिनि तत्र यथा पूर्वं दृष्टं तत्र कृष्णरूपघटः यः आसीत् तस्य घटस्य नाशः भवति परन्तु परमाणुः परमाणवः तु नित्याः अतः परमाणवः तिष्ठन्ति इदानीं तेषु परमाणुषु तेजसंयोगेन श्यामरूपं नष्टं भवति परन्तु नूतनरक्तरूपम् उत्पन्नं भवति ततः अग्रे यदा पुनः परमाणुद्वयोः संयोगेन तत्र द्व्यणुकस्य उत्पत्तिः भवति तस्मिन् द्व्यणुके परमाणौ इत्युक्ते परमाणुः अवयवः अस्ति इति अवयवे यद् रूपम् अस्ति तदेव रूपं तत्र निष्पद्यते द्व्यणुके ततः अग्रे त्र्यणुके तादृशं रूपं पुनः चतुरणुके अपि रक्तरूपम् इति कृत्वा अग्रे कपाले अनन्तरं घटे इति रूपनिर्माणं भवति ततः नूतनरक्तघटः उत्पन्नः भवति समीचीनमस्ति अस्तु तर्हि पीलुपाकवादिनां मतानुगुणं घटे तेजसंयोगात् रूपपरिवर्तनम् अस्ति इति चेत् तत्र त्रीणि सोपानानि भवन्ति प्रथमं पुरातनघटस्य नाशः नूतनघटस्य उत्पत्तिः तदा नूतनघटे रूपादीनामपि उत्पत्तिः नूतनरूपादीनाम् उत्पत्तिः इति यद्यपि एषः क्रमः न दृश्यते न अनुभूयते तथापि एतादृशपरिवर्तनं भवति इति पीलोपाकवादिनाम् अभिप्रायः अस्ति भगिनी भवत्या पृष्टम् इति मन्ये वर्गे रूपनिर्माणसमये घटस्य उत्पत्तिः न तदानीं न भवति खलु रक्तरूपं प्रत्येकं स्तरे भूत्वा एव अन्ततो गत्वा घटस्य रक्तरूपं भवति एकनिमिषं मम प्रश्नं पुनः पृच्छामि घटस्य निर्माणानन्तरम् एव रूपस्य उत्पत्तिः यतोहि घटः समवायिकारणं खलु रूपस्य कार्यकारणभावः भवतु इति चेत् तत्र कार्यात् पूर्वं कारणं कारणेन भवितव्यम् तर्हि घटनिर्माणसमये यदा घटस्य निर्माणं भवति तदा तस्य रूपं किम् तत्र तस्य रूपं कपालगतरूपमेव कपाले यद्रूपम् अस्ति तद्रूपं घटगतरूपं प्रति कारणं भवति असमवायिकारणं परन्तु समवायिकारणं घटः कार्यकारणभावस्य साधनार्थम् एतेषां मतानुगुणम् एवं भवति शिथिलसंयोगः नष्टः तदनन्तरं निबिडसंयोगस्य कारणेन नूतनवस्तु एव निर्मीयते तदनन्तरं परन्तु तस्मिन्नेव समये रूपमपि भवति वा हा न तथा नास्ति इति चिन्तयामि यतोहि तत्र गुणं तिष्ठति एकक्षणं हा हा क्षणमेकं निर्गुणं तिष्ठति द्रव्यम् इति आसीत् खलु अस्तु अस्तु अस्तु भगिनि तदनन्तरमेव रूपादीनाम् उत्पत्तिः भवति अस्तु भगिनि अस्तु इति अस्ति तर्हि इतः अग्रे सरेम अजितमहोदय पठितुम् इच्छति वा आं भगिनि तत्र इत्यस्मात् आरभ्य पीलुपाकवादिनां मतेन. तत्र च पीलुपाकवादिनां मतेन घटे विद्यमानरक्तरूपं प्रति समवायिकारणं किं? घटः एव. अपि च घटे विद्यमानरक्तरूपं प्रति असमवायिकारणं किं? कपाले विद्यमानरक्तरूपं. कपाले विद्यमानरक्तरूपं प्रति असमवायिकारणं किं? कपालिकायां विद्यमानरक्तरूपम्. एवं रीत्या चतुर्णके विद्यमानरक्तरूपं प्रति त्र्यणुके विद्यमानरक्तरूपम् असमवायिकारणं. त्र्यणुके विद्यमानरक्तरूपं प्रति द्यणुके विद्यमानरक्तरूपम् असमवायिकारणं. द्यणुके विद्यमानरक्तरूपं प्रति परमाणौ विद्यमानरक्तरूपम् असमवायिकारणं. परमाणौ विद्यमानरक्तरूपं प्रति असमवायिकारणं किम्? समवायिकारणं किम्? इति प्रश्नः. तर्हि आरम्भतः महोदय, अजित् महोदय अस्ति वा? प्रायः गतवान् इति भाति. अस्तु, राजेन्द्रमहोदय किञ्चित् प्रतिपादयति वा यद् महोदयेन पठितम्? प्रयत्नं करोमि. तत् मतेन घटे विद्यमानरक्तरूपं प्रति समवायिकारणं किं न उदेति अत्र यथा पीलुपाकवादिनां तत् किल. अस्तु, राजेन्द्रमहोदय अनुवर्तयतु. घटे विद्यमानरक्तरूपं प्रति घटः एव समवायिकारणम् अस्ति. प्रश्नः उदेति तत् उत्तरम् अस्ति. घटः एव घटे विद्यमानरक्तरूपं प्रति समवायिकारणम् अस्ति. घटः एव घटे यः रक्तरूपम् अस्ति तत् प्रति असमवायिकारणं किम्? उत्तरमस्ति कपाले विद्यमानरक्तरूपं. कपालयः विद्यमानरक्तरूपम् अस्ति, सः एव घटं प्रति विद्यमानरक्तरूपं प्रति असमवायिकारणम् अस्ति. तदनन्तरं कपाले विद्यमानरक्तरूपं प्रति असमवायिकारणं किं? कपालिकाया एतावतः कपालिकायां यः कपाले विद्यमानरक्तरूपं प्रति असमवायिकारणम् अस्ति. एवं रीत्या चतुरणिके विद्यमानरक्तरूपं प्रति त्रयणिके विद्यमानरक्तरूपम् असमवायिकारणम्. इदानीं तु क्रमेण सोपाने प्रचलति. चतुरणिके यः रक्तरूपम् अस्ति तस्य प्रति त्रयणिके विद्यमानरू रक्तरूपं तस्य असमवायिकारणम् अस्ति. त्रयणिके यः विद्यमानरक्तरूपम् अस्ति तत् प्रति द्वयोनिके विद्यमानरक्तरूपम् असमवायिकारणम् अस्ति. द्वयोनिके विद्यमानरक्तरूपं प्रति परमाणुः यः विद्यमानरक्तरूपम् अस्ति तः द्वयोनिके विद्यमानरूप रक्तरूपं प्रति असमवायिकारणं भवति. परन्तु अन्ततो गत्वा प्रश्नः उदेति परमाणोः विद्यमानरक्तरूपं प्रति असमवायिकारणं किं? समवायिकारणं किम्? एतावता तु क्रमेण घटात् परमाणुपर्यन्तं तत्र क्रमेण समवायिकारणं समवायिकारणं किम् अस्ति. इदानीं तु परमाणु यः रक्तरूपं प्रति रक्तरूपम् अस्ति तं प्रति असमवायिकारणं किं? समवायिकारणं किं? प्रश्नद्वयम् उदयति तत्र. उत्तरं किम्? उत्तरं घटात् सर्वक्रमः समानः, किन्तु परमाणुसूत्रे विद्यमान महोदय महोदय उत्तरं किं भवान् चिन्तयित्वा वदतु. क्षम्यतां सरलतया अहं चिन्तितानि पठित्वा भवान् परमाणु विद्यमानरक्तरूपं प्रति असमवायिकारणं किं? समवायिकारणं किं? परमाणः तु स्वतन्त्रेण एव तिष्ठन्ति, तत् कोऽपि नित्यः सन्ति, ते स्वस्मिन् एव समायिकाने तिष्ठन्ति, तेजसंयोगेन तत्र रक्तरूपं समवायिकानम्. अस्तु अस्तु, हा, परमाणौ विद्यमानरूपं केन सम्बन्धेन परमाणौ भवति? क्षम्यताम्, समवायसम्बन्धेन प्रथमतया गुणः, हा गुणः खलु रूपम् इति, तर्हि रूपं कस्मिंश्चिदपि द्रव्ये समवायसम्बन्धेन भवति खलु, तद्वत् परमाणौ अपि रूपं समवायसम्बन्धेन एव भवति. अतः परमाणुगतरूपस्य समवायिकारणं किं राजेन्द्रमहोदय? समवायिकारणं किम्? परमाणवः. राजेन्द्रमहोदय पश्यतु, अत्र परमाणुषु रूपं भवति खलु, रूपं तु समवायसम्बन्धेन भवति परमाणुषु अपि खलु, यत्र कुत्रापि रूपरसगन्ध परमाणुषु भवतु अथवा द्रव्येषु समवायसम्बन्धेन एव. मम प्रश्नः आसीत् परमाणुगतरूपस्य समवायीकारणं किम्? यदि इदानीं भगिनी उक्तवती परमाणु एव, हा परमाणु एव खलु, यथा घटगतरूपस्य समवायीकारणं घटः, तद्वदेव, तत्तु सरलमस्ति. हा अस्तु, तर्हि असमवायीकारणं किं? प्रश्नद्वयमस्ति, समवायीकारणं किम् इति ज्ञातवन्तः, असमवायीकारणं किं परमाणु मध्ये यद्रूपमस्ति तस्य? तेजसंयोगः. आं तथैव चिन्तन आसं, परन्तु सम्यक्तया न ज्ञातवान् तथैव. चिन्तन अस्ति, तत्र ततः अग्रे अग्रिमपरिच्छेदे उत्तरं प्राप्यते. अस्तु, तर्हि अग्रे क्षम्यतां भगिनि, अजितः मम कनेक्षन् भ्रंश. आम् महोदय, ज्ञातं. तर्हि अग्रे गत्वा पठिष्यति. अस्तु, अग्रे लक्ष्मी भगिनी पठति वा? एकनिमिषं भगिनी, कुत्र एकनिमिषं, घटात् सर्वक्रमः समानः. इदानीं राजेन्द्रमहोदयेन प्रश्नद्वयम् उत्थापितं, तस्य उत्तरं. घटात् सर्वक्रमः समानः, किन्तु परमाणुस्तरे विद्यमानरक्तरूपं प्रति समवायीकरणं तेभ्यः भिन्नम्. अत्र तु तेजसंयोगः एव परमाणौ विद्यमानरक्तरूपं प्रति असमवायीकारणम्. इत्थञ्च कीलिपाकवादमते घटरूपं प्रति कपालगतरक्तरूपम् असमवायीकारणम्. पितलपाकवादिनामते घटरूपं प्रति पाकः असमवायीकारणम्. कीलपाकवादिनां मते कुत्र पाकः असमवायीकारणं? परमाणुविद्यमानरक्तरूपं प्रत्येव तेजसंयोगः असमवायीकारणं. पितलपाकवादिनां मते घटीयपरमाणुतः आरभ्य घटपर्यन्तं विद्यमानरक्तरूपं प्रति तेजसंयोगः एव असमवायीकारणम्. परमाणुः आरभ्य घटपर्यन्तम् इत्येषु सर्वेषु स्तरेषु युगपत्तेव रक्तरूपम् उत्पद्यते. तर्हि तत्र परमाणुगतरक्तरूपं वा भवतु, घटगतरक्तरूपं वा भवतु, असमवायीकारणं पाकः एव. कीलुपाकवादिनां मते च घटगतरक्तरूपं प्रति तेजसंयोगः अन्यथा सिद्धः. उभयत्र रक्तरूपस्य समवायीकारणं समानम्, केवलम् असमवायिकारणं विद्यते. अस्तु, सो तर्हि जयन्ती भगिनी, मम प्रश्नः आसीत् पितरपाकवादिनां मते असमवायिकारणं किं भवति इति. यतोहि तेषां क्रमः एव नास्ति खलु, यथा पिलुपाकवादिनां तादृशक्रमः पिटरपाकवादिनां नास्ति. तर्हि कपालगतरूपं घटगतरूपं प्रति कथं वा कारणं भवेत्? अपि च तेषां पिटरपाकवादिनां मतानुगुणं इति अपि अत्र दत्तमस्ति. लक्ष्मी भगिनी वदिष्यति घटे परमाणौ अपि एकस्मिन् समये एव सर्वं जायते चेत् कारणकार्यभावः कथम् उत्पद्येत इति. अस्तु लक्ष्मी भगिनी, तर्हि घटात् सर्वक्रमः समानः. घटात् अत्र घटः तेजेन संयोगात् तेजेन संयोगः भविष्यति. अनन्तरं अत्र सर्वक्रमः इत्युक्ते परमाणुस्तरे आरभ्य घटात् पर्यन्तमिति पीलुपाकवादिनः तत्रैव क्रमः किल. यः क्रमः राजेन्द्रमहोदयेन प्रतिपादितम् अधुना, सः क्रमः बुद्धः खलु. यतोहि पीलपाकवादिनां मतानुगुणं परमाणुतः आरभ्य संयोगः नष्टः, पुनः संयोगेन नूतन द्रव्यं भवति खलु. अतः तेषां मतानुगुणम् आरम्भ द्वयणुकस्य रूपं यदस्ति तत् त्रयणुके भवति, त्रयणुकस्य रूपं चतुर्णुके, किन्तु परमाणुस्तरे काचित् भिन्ना वार्ता एव. परमाणुस्तरे परमाणुस्तरे विद्यमानस्तरूपं प्रति असमवायकारणं तेभ्यः भिन्नम्. तेभ्यः इत्युक्ते अत्र पितृपाकवादिनाम् अपि च कीलपाकवादिनां तयोः मध्ये परमाणुस्तरे विद्यमानस्तरूपं प्रति असमवायकरणं किम् इति तेभ्यः भिन्नम्. अत्र तु तेजसंयोगः एव परमाणौ विद्यमानस्तरूपं प्रति असमवायिकारणं. पीलुपाकवादिनां मतमस्ति तेजसंयोगेन यदा भवति तदेव असमवायिकारणं भवति परमाणु विद्यमानस्तरूपं प्रति. यतोहि असमवायिकारणस्य परिभाषा का? समवायेन स्थित्वा समवायेन स्थित्वा समवायेन स्थित्वा कार्यं प्रति कारणं भवति, समवायिकारणं भवति. समवायेन कुत्र स्थित्वा? समवायेन कुत्र स्थित्वा इत्युक्ते अहं सामान्य एकनिमिष वर्धिनी भगिनी किम् उक्तवती, किञ्चित् उक्तवती वा, कापि उक्तवती? न भगिनी, अहम् उक्तवती, सावित्री. हा सावित्री भगिनी, हा समवायेन कुत्र स्थित्वा भगिनि? कार्येण अथवा कारणे अथवा कार्ये स्थित्वा गुणः अथवा क्रिया समवायेन कारणं भवति कार्यं प्रति. इति अस्ति, किन्तु अत्र तेजसंयोगः कुत्र अस्ति लक्ष्मी भगिनि? तेजसंयोगः घटे अस्ति. एकनिमिष कस्मिन् स्तरे वयं स्मः, कस्य चर्चा? तेजसंयोगः परमाणुस्तरे अस्ति. परमाणौ अस्ति तेजसंयोगः, तेजसंयोगः अपि गुणः. तर्हि केन सम्बन्धेन भवति परमाणौ तेजसंयोगः? समवायसम्बन्धेन भवति. अपि च तस्मिन् विद्यमानरक्तरूपस्य परमाणौ विद्यमानरक्तरूपस्य समवायिकारणं किम्? परमाणुः एव. तर्हि आहत्य तेजसंयोगः समवायिकारणे स्थित्वा समवायेन कार्यं जनयति इति वाक्यं सत्यं खलु? इत्येव समवायिकारणम् अस्ति. समवायेन स्थित्वा समवायिकारणे समवायेन कार्यं जनयति. समवायेन स्थित्वा समवायि कारणं एकं समयं समवायेन स्थित्वा समवायि समवायेन समवायिकारणे स्थित्वा समवायिकारणे स्थित्वा अस्तु समवायेन समवायिकारणे स्थित्वा पुनः समवायेन कार्यं जनयति. अस्तु, अथवा यथा भगिन्या सावित्री भगिन्या उक्तं, सामान्यरीत्या वदामश्चेत् कारणे विद्यमान कश्चन क्रिया अथवा क्षम्यतां काचन क्रिया अथवा कश्चन गुणः समवायेन कार्यम् उत्पादयति इति असमवायिकारणम्. अस्तु, तर्हि तया दृष्ट्या तेजसंयोगः असमवायिकारणं खलु रक्तरूपस्य इति वार्ता. एतञ्च पीलुपाकवादमते घटरूपं प्रति कपालगतरक्तरूपम् असमवायिकारणम्. अस्तु अस्तु, घटरूपं घटे यत् यत् रूपं विद्यमानः अस्ति तस्य कृते कारणम् असमवायिकारणमस्ति कपालगतरक्तरूपं. कपालः घटे कपालः घटं प्रति समवायिकारणं. घटः कपाले समवायसम्बन्धेन तिष्ठति. कपालगत रक्तरूपं घटगत रक्तरूपं प्रति असमवायिकारणं भवति. इति असमवायिकारणस्य द्वैविध्यम् अस्ति. अस्तु, प्रथमतया समवायिकारणे स्थितः कश्चन गुणः काचित् क्रिया, यथा तेजसंयोगः परमाणौ अस्ति इति कृत्वा. पुनः घटस्य समवायिकारणमस्ति कपालगतरूपं, तस्मिन् यद्रूपमस्ति तद् घटरूपं प्रति कारणं भवति. यद्यपि कपालगतरूपं घटे साक्षात् नास्ति, नाम समवायिकारणे नास्ति, तथापि घटस्य समवायिकारणे भूत्वा, इत्युक्ते कपाले भूत्वा घटरूपं जनयति कपालगतरूपम् इति असमवायिकारणम्. असमवायिकारणं द्वैविध्यं द्वैविध्यम् अस्ति इति एतावत्पर्यन्तं पीलुपाकवादिनां समर्थनम् अस्ति. परमाणुस्तरे तेजसंयोगः इव असमवायिकारणं, ततः अग्रे च अवयवेषु विद्यमानरूपम् अवयविनः असमवायिकारणमिति, अवयविनः रूपं प्रति असमवायिकारणम् इति पीलुपाकवादमतः. अग्रे पिटलपाकवादिनां मते घटरूपं प्रति पाकः असमवायिकारणं. पिटलपाकवादिनां मते पाकतेजकसंयोगः इत्युक्ते पाकः इत्युक्ते तेजकसंयोगः घटरूपं प्रति असमवायिकारणं. किमर्थं असमवायिकारणं? हा, भवती भवती आरम्भे किम् उक्तवती, पिटलपाक किं पीलुपाक तयोः भेदं भवती प्रतिपादितवती खलु, तदा किम् उक्तवती? पिटल इत्युक्ते घटः, तेजसंयोगात् पिटलपाकवादिनां मते यदा तेजसंयोगः भवति घटस्य रूपं, यदा यदा पूर्वम् इदानीमेव दृष्टवन्तः परमाणुस्तरे तेजसंयोगः परमाणो विद्यमानरक्तरूपं प्रति असमवायिकारणं. संयोग अत्रापि अत्र घटम् एकं द्रव्यं, संयोगः तेजसंयोगः अपि घटे विद्यमान गुणः समवायेन स्थित्वा समवायकारणे समवायेन स्थित्वा घटरूपं प्रति असमवायिकारणं भवति तेजसंयोगः. अतः इति केषां मतम्? इति पितृपक्षवादिनां मतं. पीलुपाकवादिनां मते कुत्र पाकः असमवायिकारणं, पीलुपाकवादिनां मते परमाणुस्तरे पाकः असमवायिकारणं, परमाणु विद्यमानरक्तरूपं प्रत्येव तेजसंयोगः असमवायिकारणं, पिटलपाकवादिनां मते घटीयपरमाणुतः आरभ्य घटपर्यन्तं विद्यमानरक्तरूपं प्रति तेजसंयोगः एव असमवायिकारणम्। ओ अस्तु, अत्र पिटलपाकवादिनां मते सर्वत्र घटं घटः घटस्य अवयवेषु सर्वत्र तेजसंयोगः एव रूपपरिवर्तनं प्रति असमवायिकारणं भवति पिटलपाकवादिनां मते। हा, इत्युक्ते पिटलपाकवादिनां मते तादृशक्रमः नास्ति। अस्तु, आरम्भे परमाणुस्तरे तेजसंयोगेन रूपं जायते, ततः अग्रे गत्वा द्वियणुकस्य रूपं प्रति परमाणुगतरूपं कारणं, तादृशक्रमः नास्ति पिटरपाकवादिनां मते। युगपत् जायते खलु, घटात् आरभ्य घटीयपरमाणुपर्यन्तं युगपत् एकस्मिन्नेव समये सर्वं परिवर्तते इति। केन परिवर्तते असमवायिकारणं किम्? परमाणुस्तरे तेजसंयोगः, अनन्तरम् एकनिमिषं तदा वदति चेत्, परमाणुस्तरे इति वदति चेत् कस्य मते इति वक्तव्यम्? पीडपाकवादिनां। हा, परमाणुस्तरे तेजसंयोगः एव असमवायिकारणम्। अनन्तरं द्वयणुकस्य यदा द्वयणुकस्य कण्ठनं भवति, अनन्तरं त्रयणुकस्य तत्सर्वं तत्सर्वं त्रयणुकस्य चतुरणुकस्य अपि च घटपर्यन्तं घटस्य नाशः भवति, तत्सर्वं समवायिकारणेन नाशः भवति। किन्तु असमवायिकारणेन नाशं भवति त्रयणुकात् आरभ्य, अपि च द्वयणुकात् आरभ्य असमवायिकारणं भवति पूर्वतन अवयवे विद्यमानरूपम्। अस्तु, किन्तु पिटरपाकवादिनां मते तेजसंयोगः एव सर्वेषामपि रूपस्य रूपं प्रति असमवायिकारणम्। परमाणुवारभ्य घटपर्यन्तम् इत्येषु सर्वेषु स्तरेषु युगपत् एव रक्तरूपम् उत्पद्यते। पितृपाकवादिनां मते युगपत् श्यामरूपं नश्यति, अनन्तरं रक्तरूपं जायते। तर्हि तत्र परमाणुगतरक्तरूपं वा भवतु, घटघटरक्तरूपं वा भवतु, असमवायिकारणं पाकः एव। पितृपाकवादिनां मते सर्वत्र युगपत् सर्वत्र असमवायिकारणं पाकः एव। किमर्थम् इत्युक्ते ते क्रमः तेषां मते क्रमः नास्ति, रूपपरिवर्तनम् अस्य क्रमः नास्ति, अतः सर्वत्र इत्युक्ते तेषां मते द्रव्यस्य नाशः अपि न भवति, घटस्य नाशः भवति प्रथमतया, शिथिलसंयोगस्य नाशः भवति परमाणौ, अर्थतः अग्रे गत्वा द्रव्यनाशः भवति, तदनन्तरं निबिडसंयोगेन नूतनद्रव्यम् उत्पद्यते, तदनन्तरं तस्मिन् रूपम् अवयवक्रमे उत्पद्यते, तादृशक्रमः एव नास्ति, घटस्य अथवा द्रव्यस्य नाशः एव न भवति इति तेषां मतम्। पिलुपाकवादिनां मते च घटघटरक्तरूपं प्रति तेजसंयोगः अन्यथा सिद्धः, अन्यथा सिद्धः इति पूर्वं दृष्टवन्तः अष्टादशकरपत्रे, किन्तु अहं न स्मरामि। अस्तु, कोऽपि स्मारयति वा सन्ध्या भगिनि? अन्यथा सिद्धः इत्युक्ते तत्र अस्ति परन्तु तत्र रूपं प्रति कारणं नास्ति इति, विद्यमानत्वे अपि कारणत्वं नास्ति इति अन्यथा सिद्धत्वं किल. हा तादृशमेव किञ्चित् तथैव अस्ति. उदाहरणं दत्तमासीत् तेषु दिनेषु यद् कुलालः घटं प्रति स्मरति वा, कुलालः घटं प्रति कारणम् अस्ति परन्तु तत्र कुलालस्य पिता इति, यद्यपि कुलालस्य प्रति कारणम् अस्ति, घटस्य प्रति घटं प्रति अन्यथा सिद्धः अस्ति इति तादृशं. सत्यम् इति अस्ति. ऐ मीन् कुलालः भवेत्, कुलालः अस्ति चेत् तस्य पिता भवेदेव, पिता तु अस्ति परन्तु यद्यपि कुलालः निमित्तकारणं तथापि पिता कारणं नास्ति इति. लक्ष्मी भगिनी, हा अन्यथा सिद्धः तद्वद् अत्र किं तद्वत् अत्र घटपथरक्तरूपं प्रति तेजसंयोगः अन्यथा सिद्धः. केषां मते? पीडुपाकवादिनां मते. हा कथम् इति किञ्चित्, कथम् इत्युक्ते पीडुपाकवादिनां मते तेजसंयोगः तेजसंयोग परमाणुस्तरे रूपं नश्यति, अनन्तरं नूतनरूपं, हा रूपं नश्यति, रूपं जनयति अपि, अतः कीदृशकारणम्? असमवायिकारणं परमाणुस्तरे, परमाणुस्तरे. किन्तु तेजसंयोगः यदा उपरि उपरि गत्वा तेजसंयोगः इति अन्यथा सिद्धः भवति. किमर्थं चेत् परमाणुस्तरे एव तेजसंयोगः रूपस्य परिवर्तनं करोति. अनन्तरं परमाणुद्वयणुकः द्वयणुकत्रयणुके मध्ये यत् सम्बन्धः भवति तस्मात् कारणात् रूपपरिवर्तनम् उपरि गच्छति. अतः तेजसंयोगः अन्यथा सिद्धः भवति घटघटं प्रति. हा घटगतरूपं प्रति, घटगतरक्तरूपं प्रति अन्यथा सिद्धः. भगिनि, आङ्ग्लभाषामध्ये इण्डैरेक्ट् कास् वक्तुं शक्नोति? प्रायः, परन्तु कास् एव न भगिनि खलु, कास् एव न, कारणमेव न, कारणत्वं नास्ति तस्मिन्. सत्यम्, अहमपि पृष्टवती किं किञ्चिदपि कारणत्वं स्वीकर्तुं शक्यते वा, प्रायः न. अन्यथा सिद्धः इत्युक्ते कारणत्वं नास्ति. अहं शब्दकोशे पश्यन्ती अस्मि, अन्यथा सिद्धा इत्यस्य एफेक्टेड् अदर्वैस् इति अस्ति, अथवा अनेसेन्शियल् अनेसेन्शियल् इति अस्ति. भगिनि, तत्र तेजसंयोगः अन्यथा सिद्धः इति लिखितमस्ति, परन्तु मम चिन्तनम् अस्ति गतरूपं तेजसंयोगेन असम्बद्धः इति वक्तुं शक्नुमः. अन्यथा सिद्धः इत्युक्ते एफेक्टेड् अदर्वैस्, तेजसंयोगः अन्यथा सिद्धः वा, घटगतरूपम् अन्यथा सिद्धः? घटगतरूपं प्रति कारणं किम् इति पृष्टे सति तेजसंयोगः कारणं न भवति इत्यस्मात् सः अन्यथा सिद्धः. सत्यं सत्यं, तदेव अहं वदामि, घटगतरूपम् अन्यथा सिद्धः. न भगिनि, कारणत्वम् अस्ति न वा इति प्रश्नः खलु, तेजसंयोगस्य कारणत्वं नास्ति साक्षात् घटरूपं प्रति इति कृत्वा तेजसंयोगः एव अन्यथा सिद्धः यथा पिता. किन्तु तस्य भवती एव उक्तवती खलु शब्दकोशे तस्य अर्थं दत्तमस्ति यत् एफेक्टेड् अदर्वैस्. हा इति अस्ति, किं तस्य विषये ममापि प्रश्नः आसीत् वर्गे, प्रायः अग्रे गत्वा अपरस्मिन् करपत्रे स्पष्टीकरणं भवेदिति उक्तवान् महोदय. अस्तु, तर्हि अधुना तु अन्यथा सिद्धत्वम् इत्युक्ते साक्षात् कारणं नास्ति इति मन्यामहे. अस्तु, तर्हि लक्ष्मी भगिनी अन्तिमवाक्यम्. उभयत्र रक्तरूपस्य समवायिकारणं समानं, केवलम् असमवायिकारणं भिद्यते. उभयत्र पितृपाक्कवादिनां मते अपि च पितृपाक्कवादिनां मते घटगतरक्तरूपस्य समवायिकारणं घटं तत् समानं, किन्तु घटः किन्तु असमवायिकारणं तं भिद्यते. पितृपाक्कवादिनां मते असमवायिकारणं तेजसंयोगः रक्तरूपं प्रति, किन्तु पीलपाकवादिनां मते घटगतरूपं प्रति असमवायिकारणं तेजसंयोगः एव नास्ति, केवलं परमाणुस्तरे एव असमवायिकारणं भवति घटगत. तर्हि घटगतरूपं प्रति कपालगतरक्तरूपमेव असमवायिकारणं भवति इति. अस्तु, तर्हि स्पष्टं स्यात्. अग्रे सरेम. अस्तु, वर्धिनी भगिनी पठति वा अग्रे. आं भगिनि, आहत्य पीलपाकवादिनां मतेन तेजस्संयोगेन घटे विद्यमान श्यामरूपं तु नश्यति, किन्तु नश्यति यतोहि घटः एव नष्टः. समवायिकारणं नश्यति इति कृत्वा एव घटगतरूपं नश्यति. ते तु वदन्ति यत् अपक्वघटावयवसंयोगे शैथिल्यम् अस्ति, तेजः संयोगानन्तरं घटस्य अवयवसंयोगे नैबिध्यम् अस्ति, अनेन च पूर्वतनघटः एव नश्यति. नूतनघटः चेत् अपि च उत्पद्यते, तस्मात् जनकनाश अजन्यगुणनाशः इत्येव नास्ति. सम्भवति यतोहि तेजस्संयोगेन रूपनाशप्रक्रियायां समवायिकारणम् असमवायिकारणं च उभौ नश्यतः. रूपनाशक्रमे घटः एव नश्यति, नूतनघटश्च उत्पद्यते. अतः घटादिषु रूपादीनां नाशः तेजस्संयोगात् जायते इति पिठरपाकवादिनौ वादि नैयायिकमते एव, न तु वैशेषिकमते. वैशेषिकमते परमाणौ रूपनाशः तेजः संयोगात्, घटे रूपनाशः जनकनाशात् एव, घटनाशात् एव घटगतरूपनाशः. घटनाशं विना घटे विद्यमानं रूपं न नश्यति न वा उत्पद्यते. आरम्भतः भगिनि. पीलपाकवादिना मतेन तेजस्संयोगेन घटे विद्यमान श्यामरूपं तु नश्यति. पीलपाकवादिना मतेन किन्तु किमर्थं नश्यति श्यामरूपं? हा, किमर्थं नश्यति तेजस्संयोगेन? न भगिनी, अत्र अस्ति खलु, किन्तु नश्यति यतोहि घटः एव नष्टः. पीलपाकवादिनां मते परमाणुस्तरे संयोगः नश्यति, तदनन्तरं द्वयणुकं नश्यति, तदनन्तरं त्रयणुकं, चतुरणुकं, कपालः इति कृत्वा घटः अन्ततो गत्वा नश्यति खलु. यद्यपि तेजसंयोगः आरम्भे जायते, सः तेजसंयोगः तु परमाणुस्तरे जायते इति पीलुपाकवादिनां मतं, ततः अग्रे घटः नश्यति. अग्रे समवायिकारणं नश्यति, अतः घटं घटः एव नश्यति वा? हा, अग्रिमवाक्यं पठतु. समवायिकारणं नश्यति इति कृत्वा एव घटगतरूपं नश्यति. अग्रे अपक्वघट अवयवसंयोगे एकनिमिष भगिनी, कुत्र अस्ति ते तु वदन्ति? ते तु वदन्ति यत् अपक्वघट अवयवसंयोगे शैथिल्यमस्ति, तेजस्संयोगानन्तरं घटस्य अवयवसंयोगे नैबिध्यमस्ति. प्रथमतया तेजस्संयोगः अपक्वघट अवयव अवयवः अस्ति. हा, तेजसंयोगात् परमाणुषु, हा परमाणुषु यः शिथिलसंयोगः अस्ति सः शिथिलसंयोगः नश्यति. अस्तु, तद् सः संयोगः नश्यति इति कृत्वा द्वेणुकं नश्यति, त्रेणुकं नश्यति, अतः अपक्वघटः अपि नश्यति. तर्हि आरम्भे अपक्वघटे अपक्वघटस्य अवयवाः येषु संयोगः आसीत् तस्मिन् संयोगे शैथिल्यमस्ति. तेजसंयोगानन्तरं किं जातम्? अवयवसंयोगे नैबिध्यमस्ति. हा, अतः अनेन नैबिध्यम् इत्युक्ते प्रबलं भवति इति संयोगः. हा, समीचीनं, दृढमस्ति. अनेन च पूर्वतनघटः एव नश्यति. हा, नूतनघटः उत्पद्यते, पूर्वतनघटः नश्यति, नूतनघटः सम्भवति, उत्पद्यते. समीचीनं. तस्मात् जनकनाशः अजन्यगुणनाशः इत्येव नास्ति. जनकनाशाजन्यगुणनाशः इत्युक्ते किम्? जनकनाश कारणनाशः. कारणनाशः न जातः. न जातः. तत्र जनकनाश प्लस् अजन्य इति. जनकनाशेन अजन्य इति कृत्वा तादृशजनकनाशाजन्यगुणनाशः इत्येव नास्ति. तत् तत्स्थितिः नास्ति. यतोहि तेजसंयोगेन रूपनाशप्रक्रियायां समवायिकारणम् असमवायिकारणं च उभौ नश्यतः तेजस्संयोगेन. हा, समवायिकारणम् असमवायिकारणं जनकौ. जनकम् इत्युक्ते समवायिकारणम्, असमवायिकारणं निमित्तकारणम्. तर्हि पीलुपाकवादिनां प्रक्रियायां जनकौ नष्टौ इति कृत्वा जनकनाशाजन्यगुणनाशः इति अत्र न अन्वेति. रूपनाशप्रक्रियायां समवायिकारणम् असमवायिकारणं च उभौ नश्यतः. रूपनाशक्रमे घटः एव नश्यति, नूतनघटश्च उत्पद्यते. अतः घटादिषु रूपादीनां नाशः तेजस्संयोगात् जायते इति दृष्टवन्तः. हा, अग्रे पठतु. इति पिठरपाकवादिनैयायिकमते एव, न तु वैशेषिकमते. घटादिरूपादीनां नाशः तेजस्संयोगात् रूपनाशः इति पिठपाकवादिनैयायिकमते एव. हा, यतोहि पीलुपाकवादिनां मते तु समवायिकारणम् असमवायिकारणं नश्यतः खलु. घटः एव नश्यति, नूतनघटः भवति इति कृत्वा जनकनाशाजन्यगुणनाशः इति न वक्तुं शक्यते पीलुपाकवादिनां मतम् अनुसृत्य. जनकनाशाजन्यगुणनाशः समानाधिकरणगुणजन्यः इति कस्य मतं तर्हि? पिठरपाकवादिनां मतम्. हा पिठरपाकवादिनां हा सत्यं सत्यं जनकनाशाजन्यगुणनाशः समानाधिकरणगुणजन्यः अत्र हा घटादिषु रूपनाशः जातः किन्तु जनकस्य नाशः न जातः समानाधिकरणगुणेन जातः रूपनाशः अत्र समानाधिकरणगुणं किं गुणः कः संयोगः विभागः तेजसंयोगः तेजसंयोगः घटे अस्ति पिटरपाकवादिनां मते अतः घटस्य नाशः न जातः किन्तु रूपस्य नाशः भूत्वा नूतनरूपम् आगतं तेजसंयोगात् इति पिटरपाकवादिनां मतम् वैशेषिकमते परमाणौ रूपनाशः तेजसंयोगात् रूपनाशः घटे रूपनाशः जनकनाशात् एव घटनाशात् एव घटगतरूपनाशः घटनाशं विना घटे विद्यमानं रूपं न नश्यति न वा उत्पद्यते वदति वा वैशेषिकमते वैशेषिकमते इत्युक्ते पीलुपाकवादिनां मते पीलुपाकवादिनः वैशेषिकाः तेषां मते किं भवति परमाणौ रूपनाशः हा तेजसंयोगः परमाणौ रूपनाशः करोति हा घटे रूपनाशः जनकनाशात् एव हा यतोहि रूपनाशः भवति घटे इति चेत् घटः एव नष्टः इति पीलु हा इति जनकनाशः घटनाशः अस्ति चेत् रूपनाशः अपि अस्ति घटगतरूपनाशः भवति सत्यं घटनाशं विना घटे विद्यमानं रूपं न वा उत्पद्यते इति पीलुपाकवादिनां मतम् अतः केवलं पितरपाकवादिनां मते एतादृशं वाक्यं जनकनाशाजन्यगुणनाशः समानाधिकरणगुणजन्यः एतादृशं वाक्यं पितरपाकवादिनां मते एव सत्यं भवति न तु पीलुपाकवादिनां मते इति अस्ति अतः एव पुस्तके उक्तमासीत् यद् किमर्थम् एतस्य करपत्रस्य आवश्यकता आसीत् इत्युक्ते तत्र पुस्तके एकं वाक्यमस्ति खलु यथा घटादिषु रूपादीनां नाशः पिटरपाकवादिनैयायिकमतेन तदर्थं स्पष्टीकरणम् अभवत् अत्र पीलुपाकवादिनां मते तादृशं वाक्यं न वक्तुं शक्नुमः इति पाकरूपनाशवत् इति न वक्तुं शक्नुमः तथा न वक्तुं परमाणुस्तरे वक्तुं शक्नुमः परमाणुस्तरे अपि न वक्तुं शक्नुमः भगिनि तेजसंयोगात् रूपनाशः भवति परमाणुस्तरे हा हा हा हा तर्हि हा इदानीम् अवगच्छामि भवत्याः हा परमाणुस्तरे आश्रयनाशः तु न भवति लक्ष्मीभगिनी आश्रयनाशः सम्यक् आश्रयनाशः इति पृष्टवती तदर्थं हा आश्रयस्य परमाणुस्तरे आश्रयनाशः न भवति किन्तु परमाणुस्तरे हा जनकनाशजन्यगुणनाशः तु भवति एव सत्यं भगिनि सावित्री भगिनि सत्यमेव जनक इत्युक्ते कारणं त्रीणि विधानि कारणानि यानि तानि किन्तु आश्रयः इत्युक्ते केवलम् अधिकरणम् इति परमाणु कदापि न नश्यते, अतः आशयनाशः एव न जायते, परमाणवः न नश्यन्ति इति आश्रयनाशः एवं वक्तुं शक्नुमः खलु. जनकनाशाजन्यगुणनाशे आश्रयनाशाजन्यगुणनाशः एकदेशः प्रायः सब्सेट् एव अस्ति. जनकनाशाजन्यगुणनाशे आश्रयनाशाजन्यगुणनाशः इति वदामश्चेत् प्रायः समवायिकारणनाशेन विना इति एव सूचयति इति मन्ये. यतोहि समवायिकारणमेव तत्र आश्रयम् इति अस्ति. अस्तु तर्हि अजितमहोदय अग्रिमपरिच्छेदं पठति वा अग्रे घृदे द्रव्यत्वनाशः अग्रे घृदे इत्युक्ते घृदे खलु अग्रे घृदे द्रवत्वनाशः तेजसंयोगेन इति अन्यः एकदेशः अन्वयदृष्टान्तः. किमर्थम् अन्यः चतुर्भ्यः भिन्नः यतोहि रूपं रसः गन्धः स्पर्शः इत्येते चत्वारः गुणाः यदा नश्यन्ति तदग्रिमे क्षणे नूतनरूपं रसः गन्धः स्पर्शः च उत्पद्यन्ते, किन्तु द्रव्यत्वं न तथा. यदा नश्यति तत्स्थाने नूतनद्रवत्वं नोत्पद्यते, अतः दृष्टान्तान्तरम् अत्र एकम् उदाहरणं सूचयति. घृते द्रवत्वनाशः तेजसंयोगेन इति एक अन्वयदृष्टान्तः एकदेशः अन्वयदृष्टान्तः. कस्य अन्वयदृष्टान्तः भवान् प्रायः वर्गे न आसीत्, अन्य कापि सहायं करोति वा? राजेन्द्रमहोदय सहायं करोति वा? आं भगिनी क्षम्यताम्, अहम् इदानीं पर्यन्तं दूरवाण्यां न आसम्, इदानीमेव पुनः आगतवान्. किन्तु अत्र तु पुरातनविषय एव, घृते द्रवत्वनाशः इति अस्ति. अस्तु, घृते अग्रे घृते द्रवत्वनाशः इति अस्ति खलु? आमामाम्, अग्रे घृते द्रवत्वनाशः तेजसंयोगेन इति अन्यः एकदेशः अन्वयदृष्टान्तः. किमर्थम् अन्यः चतुर्भ्यः भिन्नः? यतोहि एकनिमिष, तत्र कथम् एकदेशदृष्टान्तः इति वक्तव्यं किञ्चित्. कस्य एकदेशदृष्टान्तः? द्रवत्वनाशस्य. आम्, एकदेशदृष्टान्तः योगेन यः घृते द्रवत्वनाशः भवति सः एकदेशदृष्टान्तः, अन्वयदृष्टान्तः. आम्, एकदेशदृष्टान्तः सामान्यपक्षे उदाहरणं खलु इति एकदेश. अत्र सामान्यपक्षः कः? तेजसंयोगः. न, समीचीनं लक्ष्मी भगिनी, तथा अस्ति. जनकनाशाजन्यगुणनाशः इत्युक्ते जनकस्य समवायिकारणस्य असमवायिकारणस्य वा निमित्तकारणस्य नाशः न जातः, परन्तु गुणनाशः जातः. तादृशसामान्यपक्षस्य उदाहरणमस्ति घृते तेजसंयोगेन द्रवत्वनाशः इति. बुद्धं, यतोहि घृतं न नश्यति परन्तु घृते द्रवत्वं नश्यति तेजसंयोगेन. तेजसंयोगः समानाधिकरणगुणः, घृते यः गुणः. अवगतं वा? भगिनि अहं चिन्तयामि पूर्वं यथा वयं पठितवन्तः यदा कदापि तत् घृतं यः ध्रुवत्वनाशः भवति घृतं तु नाशः भवति एवं न वा तेजस् आं सत्यं तेजसंयोगेन घृतस्य नाशः अपि अनेककालानन्तरमेव अनेककालानन्तरमेव महोदय भवान् यत् स्मरति तदपि सत्यं निरन्तरं भवति चेत् तेजसंयोगः तेन घृतस्य नाशः तु भवति एव इति तु सत्यं किन्तु पर तेजसंयोगात् प्रथमं द्रवत्वस्य नाशः भवति किन्तु घृतः भवति खलु तेजसंयोगात् एव तत्र तथा भवति अस्तु घृतस्य नाशः तु अपि अपि भवति अन्ततो गत्वा यदा द्रवत्वं सर्वं गच्छति तदा किन्तु घृतस्य नाशनेन द्रवत्वनाशः इति तु नास्ति तेजसंयोगः इति समानाधिकरणगुणः तेन समानाधिकरणगुणेन द्रवत्वम् इति गुणः नश्यति इति वार्ता अपि च एषः एकदेशदृष्टान्तः नाम उदाहरणमस्ति एकदेशदृष्टान्तः कस्मिन् पक्षे जनकनाशाजन्यगुणनाशः समानाधिकरणगुणजन्यः इत्यस्य एकदेशदृष्टान्तः अवगतं वा अग्रे अजितमहोदय किमर्थं किमर्थम् इत्युक्ते यदा रूपं रसः गन्धः स्पर्शः इत्येते चत्वारः गुणाः नश्यन्ति तदा तदग्रिमक्षणे नूतनरूपं रसः गन्धः स्पर्शः च उत्पद्यन्ते तदर्थम् अन्यः किन्तु द्रवत्वं न तथा घृते द्रवत्वनाशः भवति किन्तु यदा नश्यति तत्स्थाने नूतनद्रवत्वं न उत्पद्यते अतः दृष्टान्त अन्तरम् अतः द्वौ दृष्टान्तौ भिन्न भिन्नौ एव इति नूतन इतोपि एकः दृष्टान्तः किन्तु सामान्यपक्षः तु जनकनाशाजन्यगुणनाशः इत्येव इति अस्ति अस्तु तस्मिन् तस्मिन् क्रमे तृतीयम् उदाहरणं दत्तमासीत् आत्मसमवेतज्ञानादीनां नाशः इति तद् अग्रिमपरिच्छेद सन्ध्या भगिनी पठति वा आं भगिनि जनकनाशाजन्यगुणनाशः समानाधिकरणगुणजन्यः इत्यस्य तृतीयम् उदाहरणम् आत्मसमवेतज्ञानादीनामपि नाशः ज्ञानम् इति गुणः आत्मनि तच्च ज्ञानं क्षणिकं यतोहि नश्यति तदुत्तरवर्तिज्ञानेन यथा आत्मनि एकं ज्ञानमस्ति अग्रिमक्षणे उत्पन्नं यद् ज्ञानं तेन नूतनज्ञानेन पूर्वक्षणे विद्यमानं ज्ञानं नश्यति आत्मनि पूर्वं विद्यमानं ज्ञानम् इति कश्चन गुणः अग्रिमे क्षणे यत् ज्ञानम् उत्पद्यते सोऽपि गुणः अतः जनकनाशाजन्यगुणनाशः समानाधिकरणगुणजन्यः इत्यत्रापि अस्ति इति कृत्वा अन्यः एकदेशः अन्वयदृष्टान्तः तर्हि जनकनाशाजन्यगुणनाशः समानाधिकरणगुणजन्यः इत्यस्मिन् तत्र तृतीय उदाहरणमस्ति आत्मसमवेतज्ञानादीनां नाशः इति तत्र द्वितीय उदाहरणं तु असमवायिकारणनाशेन तत्र द्रव्यनाशः इति अनन्तरं प्रथम उदाहरणं तत्र भगिनि एतानि त्रीणि उदाहरणानि अपि घटादिषु रूपादिनाशः घृते द्रवत्वनाशः अपि च इदं यद् भवत्या अधुना पठितम् ओ अस्तु तर्हि तत्र तृतीय उदाहरणम् एतत् तर्हि कथम् इति तत्र आत्मनि यद् ज्ञानमस्ति तत्र ज्ञानस्य नाशः अपि तत्र समानाधिकरणगुणजन्यः अस्ति, जनकनाशाजन्यगुणनाशः अस्ति, तत् कथमिति अत्र दर्शयन्ति. तर्हि ज्ञानमिति आत्मनि विद्यमानं कश्चन विद्यमानः गुणः अस्ति. तर्हि तद् ज्ञानं क्षणिकमस्ति. किमर्थमित्युक्ते यदा अग्रिमे क्षणे नूतनज्ञानम् आगच्छति तदा पूर्वतनज्ञानस्य नाशः भवति. तर्हि यद् पूर्वं विद्यमानं ज्ञानमिति गुणः अस्ति, अग्रिमे क्षणे यद् ज्ञानम् आगच्छति सः अपि गुणः. तर्हि इदानीं पुरातनज्ञानं नूतनज्ञानेन नश्यति, अतः तत्र परन्तु ज्ञानस्य जनकः तु भिन्नमस्ति, भिन्नकारणम् अस्ति, परन्तु नाशः भिन्नकारणेन भवति. इत्युक्ते येन ज्ञानस्य जननं भवति तेन नाशः न भवति, भिन्नकारणेन भवति. अतः जनकनाशाजन्यगुणनाशः इति अस्ति. द्वितीयक्षणे ज्ञानेन पूर्वक्षणस्य ज्ञानस्य नाशः यः भवति. अपि च एकस्मिन्नेव अधिकरणे स्तः तत्र द्वे अपि ज्ञाने, अतः समानाधिकरणगुणजन्यः इति अस्ति गुणनाशः, इत्युक्ते ज्ञानस्य नाशः. अतः जनकनाशाजन्यगुणनाशः समानाधिकरणगुणजन्यः इत्यस्य एकदेशदृष्टान्तः भवति आत्मनि यद् ज्ञानमस्ति तस्य ज्ञानस्य नाशः इति. हा, समीचीनमस्ति. तर्हि एतानि त्रीणि उदाहरणानि अथवा एकदेशान्वयदृष्टान्ताः आसन्, जनकनाशाजन्यगुणनाशः समानाधिकरणगुणजन्यः इति अस्ति. तर्हि आत्मसमवेतज्ञानादीनां नाशः स्पष्टमस्ति वा, कथं जायते इति? अस्तु, तर्हि आत्मनि एकविधज्ञानमेव नास्ति किल, अनेकविधाः ज्ञानानि एतेषां मतानुगुणं यद्यपि तादृशं भवति. अस्तु, इदानीम् अहं वदामि खलु, एकपदानन्तरम् अनन्तरं पदानि वदामि, तर्हि चिन्तयितुं शक्नोमि यद् अनेकानां पदानां ज्ञानानि सन्ति इति. किन्तु तथा नास्ति, ज्ञानम् इति क्षणिकम्, एकं ज्ञानं नश्यति तदनन्तरं नूतनम् आगच्छति इति तेषां मतानुगुणम्. अपि च प्रायः पिटरपाकवादिनामेव, यतोहि अत्र तु किं जनकनाशाजन्यगुणनाशः इति जायमानमस्ति. तर्हि नैयायिकानां मतं, तर्हि उत्तरक्षणवर्ति ज्ञानं पूर्वक्षणवर्ति ज्ञानं नश्यति इति. अतः उत्तरक्षणवर्ति यद् ज्ञानमस्ति सः अपि समानाधिकरणगुणः आत्मनि एव अस्ति खलु, सः पूर्वतनज्ञानं नश्यति इति. किन्तु अस्मिन् विचारे कोऽपि पूर्वपक्षिणः नास्ति प्रायः हा, एतावत्पर्यन्तं तु पुस्तके अपि न प्राप्तम् अस्य गभीरचर्चा. केवलम् एवं जानीमः यत् ज्ञानं क्षणिकम् इति, एकस्मिन् क्षणे एकं ज्ञानम्, अपरस्मिन् क्षणे अपरं ज्ञानं, तादृशम्. अपरस्मिन् क्षणे नूतनं ज्ञानं जायते चेत् पूर्वतनज्ञानं नश्यति तथा तेषां मतानुगुणम्. अस्तु, सावित्री भगिनी अस्ति वा? नास्ति इति मन्ये. अस्तु, जयन्ती भगिनी. आं भगिनि, अग्रे च आत्मसमवेतज्ञानादीनाम् इत्युक्तं नाम सुखं दुःखम् इच्छा द्वेषः प्रयत्नः इत्येते गुणाः अपि क्षणिकाः उत्तरक्षणोत्पन्नगुणेन नश्यन्ति. आत्मनि विद्यमानं सुखं नश्यति तद् उत्तरवर्तिसुखेन दुःखेन च. दृष्टान्ते मित्रस्य मृत्युः जातः. मित्रस्य मरणम् इति ज्ञानं यदा आत्मनि जायते तदा तद् ज्ञानं पूर्ववर्तिसुखस्य नाशकम्. एवमेव पूर्वतनसुखम् अग्रिमसुखं नाशयति. अग्रे च एवं रीत्या क्रमेण परस्परनाश्यनाशको नाशकभावो भवति. भिन्नदुःखानि भवन्ति गच्छता कालेन. तेषां क्रमेण परस्परनाश्यनाशकभावः वर्तते. तथैव च इच्छा द्वेषः प्रयत्नः इत्येषामपि प्रसङ्गे. अत्र कानिचन पदानां परिचयः जायते. कथम् उत्तरवर्ति उत्तरक्षणे यत् ज्ञानम् उत्पद्यते तत् पूर्वतनज्ञानस्य ज्ञानं नाशयति. अतः उत्तरवर्तिज्ञानं कारणं भवति पूर्वतनज्ञानस्य ज्ञानस्य नाशस्य कारणं भवति. अत्र तथैव सर्वानां गुणानां स्थितयः अपि तथैव. आत्मनि ये गुणाः उत्पद्यन्ते सुखं दुःखम् इच्छा द्वेषः प्रयत्नः इत्यादयः तेषां स्थितयः अपि समानाः एव. इत्युक्ते अत्र उदाहरणं दीयते मित्रस्य मरणम् इति दृष्टान्तः. मित्रस्य मरणेन दुःखं जायते आत्मनि. अतः तद् दुःखं पूर्वतनसुखस्य नाशं करोति. इत्यस्मात् दुःखं कारणं भवति पूर्वतनसुखस्य नाशं प्रति. अतः परस्परनाश्यनाशकभावः वर्तते एतेषां मध्ये गुणा पूर्वतनगुणः अपि च उत्तर पूर्वतनगुणः गुणः एव ज्ञानमपि गुणः सुखमपि. आम् आम् गुणानां मध्ये परस्परनाशकभावः वर्तते. नाश्यनाशको भावः इति नूतनसुखं पूर्वतनसुखं इति. न अत्र ज्ञानं सुखम् अनयोः मध्ये कारणकार्यभावः. ओ एवं वा. मित्रस्य मरणम् इति ज्ञानं यदा आत्मनि जायते तदा पूर्वतनसुखं नश्यति इति उक्तम्. आरम्भे यद् सन्ध्या भगिन्या पठितं तत्र एकं ज्ञानम् अपरं ज्ञानं नश्यति सत्यं. किन्तु भवती यद् अधुना पठन्ती अस्ति तत्र वार्ता काचित् भिन्ना एव. अस्तु अत्र ज्ञानं कारणं भवति सुखस्य वा दुःखस्य. सुखस्य दुःखस्य अपि च सुखस्य नाशस्य अपि सुखनाशस्य अपि कारणमस्ति ज्ञानम्. मित्रस्य मृत्युः जातः इति शृणोति चेत् तत्र पूर्वतनसुखं भिन्नं वाक्यमपि अस्ति अपरं वाक्यमपि. एवमेव पूर्वतनसुखम् अग्रिमसुखं नाशयति. हा तदपि सत्यम् इति तेषां मतमस्ति. पूर्वतनसुखम् अग्रिमसुखं नाशयति कथं भगिनि इति अहमपि पृष्टवती यद् कस्यचित् मृत्युः भवति चेत् दुःखं बहूनि दिनानि यावत् भवति खलु. तर्हि कथं वक्तुं शक्नुमः दुःखं क्षणिकम्? एकं दुःखम् आगच्छति अपरं दुःखम् अस्तु. दुःखम् आगच्छति चेत् सुखं तु गच्छति तत्तु सत्यं. किन्तु दुःखमेव क्षणिकम् इति कथं वक्तुं शक्नुमः इति, तर्हि उत्तरमासीत् यद् तथा अस्ति नैयायिकानां मतानुसारं सुखं दुःखम् इच्छाद्वेषप्रयत्नः ज्ञानं यत् सर्वं क्षणिकमेव, तर्हि यावन्ति दिनानि दुःखं भवति कस्यचित् मृत्योः तावन्ति दिनानि नूतनं दुःखम् उत्पद्यते इति किमपि तर्कः. आम् तत्तु अवगच्छामि भगिनी, परन्तु अस्मिन् वाक्ये पूर्वतनसुखम् अग्रिमसुखं नाशयति इति दीयते. अहं जानामि पूर्वत सुखमस्ति इदानीम् अनन्तरक्षणे भिन्नसुखम् उत्पादयति, अतः उत्तरक्षणसुखं पूर्वतनसुखस्य नाशं करोति इति अहं मन्ये, परन्तु अत्र तु पूर्वतनसुखम् अग्रिमसुखं नाशयति इति कथम्? ओ तत्तु क्षम्यताम् इदानीम् अवगच्छामि. तत्तु दोषः खलु? प्रायः स्यात्. अस्तु अस्तु प्रष्टव्यः. आहत्य ज्ञानं उत्तरक्षणज्ञानं पूर्वतनसुखं वा दुःखं वा किमपि नाशयति, अपि तु उत्तर क्षणसुखं वा दुःखं पूर्वतनसुखं वा दुःखं नाशयति इति प्रायः. अस्तु तत्र स्पष्टीकरणम् आवश्यकमेव. तदेव परस्परनाश्यनाशकभावः इति अस्ति. भिन्नभिन्नदुःखानि भवन्ति गच्छता कालेन. क्रमेण प्रत्येकं गुणः क्षणकमेव इति, अतः अग्रिमक्षणे यत् ज्ञानं वा सुखं वा दुःखं वा द्वेषः उदेति सः कारणं भवति पूर्वतनगुणस्य गुणनाशस्य नाशं प्रति. तदेव अस्ति सारांशः इति मन्ये. इति एतेषां गुणानां विषये इच्छा द्वेष प्रयत्न ये केऽपि आत्मनि भवन्ति ते इति अस्ति. अस्तु अग्रे लक्ष्मी भगिनी पठति वा? भगिनि ज्ञानं सुखं दुःखम् इच्छा द्वेषप्रयत्नः इति एते योग्यविभुविशेषगुणाः. एषां योग्यविभुविशेषगुणानां स्व उत्तरोत्पन्नविशेषगुणाना गुणनाश्यत्वम् इति नियमः. योग्यः इत्यनेन प्रत्यक्षयोग्यः. योग्याः ये विभुविशेषगुणाः अहं सुखी अहं दुःखी इत्यनयोः प्रत्यक्षं जायते अस्माकम्. अहं जाने इत्यस्यापि प्रत्यक्षं जायते. आत्मा विभुद्रव्यं सर्वमूर्तद्रव्यसंयोगी इति तस्य च विशेषगुणाः ये योग्याः सन्ति, तादृशयोग्याः ये विभुविशेषगुणाः भवन्ति, तेषां योग्यानां विशेषगुणानां स्व उत्तरोत्पन्नविशेषगुणेन नाश्यत्वम् इति भवति. लक्ष्मी भगिनी एकनिमेषः. जयन्ती भगिनी तत्र भवत्या यत् पृष्टम् अधुना अहं चिन्तयामि सुखम् इति नपुंसकलिङ्गपदं खलु, तर्हि तत्र कर्ता अपि च कर्म एकविधमेव भवति, प्रथमाविभक्ति द्वितीया विभक्ति, तर्हि प्रायः अस्तु अस्तु तर्हि प्रायः अग्रिमसुखं नाशयति पूर्वतनसुखम् इति स्यात्. आमां भगिनि क्षम्यताम्. चिन्ता नास्ति, अहं ममापि भ्रमः जातः एकनिमिषं पश दृष्ट्वा. अस्तु आम् अस्तु अस्तु भगिनि क्षम्यतां. न न दीर्घरूपेण न दृष्ट्वा. अस्तु अस्तु लक्ष्मी भगिनि. अस्तु ज्ञानं सुखं दुःखम् इच्छा द्वेषः प्रयत्नः एते योग्यविभुविशेषगुणाः. योग्यविभुविशेषगुणाः इत्युक्ते तत्तु नूतन पारिभाषिकशब्दः किल. गुणाः ये एते गुणाः विभुः अपि च विशेषः अपि च योग्य. अत्र अग्रे उक्तं योग्यः इत्युक्ते प्रत्यक्षयोग्याः इति. अस्तु एषां योग्यविभुविशेषगुणानां स्व उत्तरोत्पन्नविशेषगुण नाशत्वम् इति नियमः. एते गुणाः सर्वाः उत्तर उत्पन्न उत्तर उत्पन्न गुणेन नाश्यः पूर्वस्मिन् क्षणिके विद्यमानगुणस्य नाशं प्रति कारणं भवति. इत्युक्ते ते ज्ञानं सुखं दुःखम् इच्छा द्वेषः प्रयत्नः इति यदि नूतनतया नूतनं भवति नूतनतया अन्यक्षणे भवति यदा पूर्वस्मिन् विद्यमानस्य ज्ञानं वा सुखं वा दुःखस्य वा नाशं कारयति. योग्यः इत्यनेन प्रत्यक्षयोग्यः योग्यः इत्युक्ते इत्यनेन प्रत्यक्षयोग्यः योग्याः ये विभू योग्याः ये विभुविशेषगुणाः. ओ अस्तु, ये योग्याः ते एव विभुविशेषगुणे ते विभुः अपि विशेषगुणाः. योग्याः ये विभुविशेषगुणाः ते एव योग्यविभुविशेषगुणाः. तर्हि तस्य योग्यविभुविशेषगुणाः इत्यस्य समस्तपदस्य विवरणं योग्यः इत्येन प्रत्यक्षयोग्याः योग्याः ये विभुविशेषगुणाः ते योग्यविभुविशेषगुणाः. आत्मा तु विभु अस्ति खलु, आत्मनि एते प्रत्यक्षयोग्याः गुणाः इति. अहं सुखी अहं दुःखी इत्यादयोः प्रत्यक्षं जायते अस्माकं सत्यम्. अहं सुखी अहं दुःखी इति अस्माकम् अनुभवं प्रत्यक्षं भवति. अहं जाने इत्यस्यापि प्रत्यक्षं जायते. ज्ञानमपि प्रत्यक्ष प्रमाणेन ज्ञायते. आत्मा विभूद्रव्यं सर्वभूतद्रव्यसंयोगी इति. ओ अस्तु, आत्मा इति विभूद्रव्यं सर्वभूतद्रव्यसंयोगी इति. इत्युक्ते ये भूतद्रव्याणि सन्ति तेषां संयोगः आत्मनि वर्तन्ते. समीचीनं भगिनि, तथैव अस्ति. तथैव आकाशः, तथैव कालः, दिग् अपि. आकाशः कालः ते अपि सर्वभूतद्रव्यसंयोगी. तस्य च विशेषगुणाः ये योग्याः सन्ति तादृशयोग्याः ये विभुविशेषगुणाः भवन्ति. अस्तु, तस्य च विशेषगुणाः ये योग्याः. ओ अस्तु, ये आत्मा इति विभूद्रव्यं विभूद्रव्यम् अपि च सर्वभूतद्रव्यसंयोग अपि संयोगे अपि आत्मा. आत्मनि ये विशेषगुणाः ये योग्याः विशेषगुणाः सन्ति तादृशयोग्याः ये विभुविशेषगुणाः भवन्ति. तेषां योग्यानां विशेषगुणानां स उत्तर उत्पन्नविशेषगुणे नाशत्वम् इति भवति. अस्तु, आत्मनि ये विशेषगुणाः विभुविशेषगुणाः ये भवन्ति योग्याः विभुविशेषगुणाः भवन्ति ते दृश्यन्ति. कथं दृश्यन्ति इत्युक्ते उत्तर उत्पन्न पुनः योग्याः योग्याः विभुविशेषगुणाः उत्तर उत्तरयोग्याः विभुविशेषगुणेन ते दृश्यन्ति. समीचीनं, तथैव अस्ति इति कृत्वा तेषु तेषु गुणेषु तादृशं नाश्यत्वम् अस्ति. कीदृशनाश्यत्वं? स्वोत्तरोत्पन्न नाम उत्तरक्षणे उत्पन्नविशेषगुणैः नश्यन्ति एते नश्यन्ते एते गुणाः इति कृत्वा तादृशनाश्यत्वम् अस्ति. स्वोत्तरोत्पन्नविशेषगुणेन नाश्यत्वम् इति अस्ति. अग्रे सन्ध्या भगिनी समापयति वा अग्रिमपरिच्छेदं पठित्वा? आं भगिनि. तर्हि एते सर्वे जनकनाशजन्यगुणनाशः इति सामान्यपक्षस्य एकदेशदृष्टान्ताः. रूपं, रसः, गन्धः, स्पर्शः इत्येतेषां नाशानां समानाधिकरणगुणः तेजस्संयोगः नाशकः. द्रवत्वनाशस्यापि समानाधिकरणगुणः नाशकः. आत्मसमवेतज्ञानादीनामपि नाशः अपि तथा इति कृत्वा जनकनाशाजन्यगुणनाशः इत्यस्य अनेके एकदेशदृष्टान्ताः. अस्य आधारेण अग्रे तथाविधः खलु जनकनाशाजन्यसंयोगनाशः. जनकनाशाजन्यः संयोगनाशः समानाधिकरणगुणजन्यः, सः गुणः एव विभागः. तर्हि एतावत्पर्यन्तम् अस्मिन् करपत्रे यद् दृष्टवन्तः ते सर्वे तत्र जनकनाशजन्यगुणनाशः इति यः सामान्यपक्षः अस्ति तस्य सामान्यपक्षस्य एकदेशदृष्टान्ताः. तर्हि तत्र यद् किं दृष्टवन्तः इत्युक्ते रूपं, रसः, गन्धः, स्पर्शः इत्यादि ये गुणाः तेषां नाशकः अस्ति तेजस्संयोगः, यः समानाधिकरणगुणः अस्ति. तथैव द्रवत्वे अपि तथैव दृष्टवन्तः, द्रवत्वं यत्र अस्ति तस्मिन्नेव अधिकरणे तेजस्संयोगः इति अस्ति, सः एव नाशकः. आत्मनि ज्ञानस्य विषये अपि तथैव दृष्टवन्तः, तत्र समानाधिकरणगुणेन एव गुणस्य नाशः भवति ज्ञानस्य इति. तर्हि जनकनाशाजन्यगुणनाशः इति सामान्यपक्षस्य एते सर्वे एकदेशदृष्टान्ताः. अग्रे तत्र कथं विभागः अपि कथम् अस्ति तत्र इति आगच्छति. हा, समीचीनम् इति अस्ति. विभागसाधनार्थमेव एतत् सर्वम् अस्माभिः अधीतमासीत्. जनकनाशाजन्यः संयोगनाशः अस्ति, केन समानाधिकरणगुणेन जन्यः भवति इति इति प्रश्ने कृते विभागः तादृशसमानाधिकरणगुणः इति आगच्छति. अस्तु, तर्हि अत्र कोऽपि प्रश्नः अथवा किमपि चिन्तनम् अस्ति कस्यचित्? शुभरात्रि. तर्हि विरामः. धन्यवादः. धन्यवादः. शुभरात्रि. शुभरात्रि.